अस्तु, अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतं. तर्हि इदानीम् अस्माकं विषयः अस्ति ज्ञानम् इति प्रसङ्गे स्मः. तत्र प्रथमं स्मृतिः इत्युक्ते तस्य विषये किञ्चित् अधीतवन्तः. तदनन्तरं अनुभवः इति तत्र द्वितीयप्रकारकं ज्ञानं इति दृष्टवन्तः गत कक्षायां. अनुभवस्य अपि द्वैविध्यम् अस्ति, यथार्थ अनुभवः अयथार्थ अनुभवः इति. यथार्थ अनुभवः इत्युक्ते तद्वती तत्प्रकारको अनुभवः. यथार्थः इत्युक्ते यदा रजते इदं रजतम् इति ज्ञानं यदा उत्पन्नं भवति तादृशज्ञानम् अस्ति यथार्थ अनुभवः इति. तस्य अपरं नाम अस्ति प्रमा इति. इति पर्यन्तं वयं दृष्टवन्तः. तत्र यथार्थ अनुभवे तत्र आदेयताप्रकारतायाः तत्र आदेयताप्रकारतयोः तत्र समानाधिकरण्यं तद्वत् तत्र आधारता विशेष्यता तयोः समानाधिकरण्यम् अपि च सम्बन्धता संसर्गता तयोः अपि समानाधिकरण्यम् इति यत्र भवति तत्र प्रमा इति यथार्थ अनुभवः इति वयं तावत्पर्यन्तं प्राप्तवन्तः. अग्रे अस्ति अयथार्थज्ञानम् इति. अयथार्थज्ञानम् इत्युक्ते अप्रमा इति तत्र द्वितीयप्रकारकं द्वितीयप्रकारकः यथा अनुभवः अयथार्थः इति. तस्य विषये अग्रे पठेम. अत्र यत् एतावत्पर्यन्तं प्रश्नः अस्ति वा किमपि? अस्तु, तर्हि अग्रे सरेम. अत्र पुष्पा भगिनी भवती एव आरम्भं करोति वा? तदभाववती तत्प्रकारको अनुभवः इत्यस्मात् भगिनी अस्ति वा? अस्मि अस्मि अस्मि, अन्मूट् भगिनि. हा, तद् तद् अभाववति तत्प्रकारकः अनुभवः अयथार्थः. यथा शुक्ताविदं रजतं, शुक्ताविदं रजतम् आधे तत् विवरणं कुर्मः न? किञ्चित् इत्युक्ते पूर्वं यद्वयं पठितवन्तः तदाधारेण किञ्चित् वक्तुं शक्नोति वा? शुक्ताविदं अर्थं न जानामि. शुक्ताविदम् अत्र सन्धिः अस्ति खलु भगिनि, कीदृश अत्र सन्धिविभजनं करोतु. शुक्ता अविदं न शुक्ता न तत्र कीदृशं सन्धि इत्युक्ते अत्र शुक्ता न शुक्ता न शुक्तौ इदं रजतं. हा, शुक्तौ इदं, क्षम्यतां, शुक्तौ इदं, शुक्तौ तु तथा शुक्तौ शुक्तौ अर्थं शुक्तौ शुक्तिः इति. शुक्ति शुक्तौ द्विवचनं न न न द्विवचनं नास्ति. शुक्तौ शुक्तौ इति वचनं न. यथा शुक्तौ इदं शुक्तौ इदं न भगिनि. हा, तदा तद् अभाववति न न न एकक्षणं शुक्तौ इति न न एकक्षणं प्रथमं शुक्तौ इति तत्र विभक्ति का विभक्ति शुक्ति शुक्तौ तत्तु सप्तमी विभक्ति अस्ति. सत्यं, सप्तमी सप्तमी विभक्ति एकवचनं शुक्तौ इदं रजतम् इति. शुक्तौ इदं रजतम् अस्तु अस्तु. सो शुक्तौ अस्ति वदनेन ध्वजतस्य कथम् आयाति भगिनि? तदेव तदेव इत्युक्ते तद् अभाववति तत् प्रकारकः ज्ञानम् इत्युक्ते यत्र तद् नास्ति तत्र तद् अस्ति इति यदा वयं तादृशज्ञानं भवति तदेव अयथार्थज्ञानमः ज्ञानमिति इत्युक्ते शुक्तौ शुक्तिः शुक्तौ तु रजतत्वं नास्ति रजतत्व अभावः अस्ति तस्मिन् रजतत्वम् अस्ति इति यदा वयं वदामः तर्हि तदेव अयथार्थज्ञानम् अस्तु अस्तु तत् विवरणं कृतं आधेयत्वम् अभावे प्रकारत्वं प्रतियोगिनि चेत् अप्रमा आधेयत्व अभावे आधेयत्वं नास्ति चेत् अभावे तु नास्ति चेत् प्रकारत्वं अग्रे पठेम भगिनि अस्तु अस्तु इत्थं सुविशदं प्रमायां निरूपितयां तद् अभाववति तत्प्रकारकः प्रकारकोऽनुभवः तत्तु प्रकारकोऽनुभवः अयथार्थः इति भ्रमलक्षणम् अपि तथैव ज्ञातुं शक्यम् इति तावत्पर्यन्तं तत् प्रथमवाक्यं किञ्चित् वदति इत्थं सुविशदम् इति लास्ट् क्लास् एक्स्प्लेनेशन् विवरणं सुविशदम् इति हा स्पष्टतया इति स्पष्टतया अहं प्रमायां स्पष्टं सुविशदं प्रमायां निरूपितया तद् अभाववति तत् प्रकार को अनुभवः अयथार्थः इति भ्रमलक्षणम् अपि तत्र प्रमायां निरूपितायाम् इत्युक्ते किं प्रमायां निरूपितायाम् इत्युक्ते मनसि स्मृतिः नास्ति ज्ञानं प्रमायां तत्र प्रमायां निरूपितायाम् इति सतिसप्तमी खलु इत्युक्ते यदा प्रमायाः निरूपणं जातम् इदानीम् इतः पूर्वं तत्र सुष्ठु निरूपितम् अस्ति प्रमायाः लक्षणं किम् इति तत् कृत्वा अग्रे भ्रमलक्षणम् इत्युक्ते यथार्थ अनुभवस्य अपरनाम आसीत् प्रमा इति अयथार्थनाम अनुभवस्य अपरनाम अस्ति भ्रम इति तर्हि भ्रमलक्षणम् इदानीं उच्यते इति तत् तदेव किम् उच्यते शक्यम् न इत्युक्ते ज्ञातुं शक्यम् इत्युक्ते तस्य अवगमनम् अग्रे भवति इत्युक्ते तद्वदेव तस्यापि अवगमनं भवेत् इति इह अपि कश्चित् पदार्थस्वभावः कश्चित् ज्ञानस्वभावः तद् अभाववत् इति अंशेन पदार्थस्वभावः उच्यते एकं सप्तमी तत्प्रकारकः इत्येताभ्यां ज्ञानस्वभावः उच्यते तावत्पर्यन्तं भगिनि इह अपि कश्चित् पदार्थस्वभावः कश्चित् ज्ञानस्वभावः तत् एतद्विषये पदार्थस्वभावः कश्चित् अस्ति ज्ञानस्वभावः कश्चित् अस्ति. हा इत्युक्ते यथा पूर्वं वयं दृष्टवन्तः खलु तत्र किमर्थम् एकः अपि इति अस्ति. हा ब्रह्मण ब्रह्मणः ब्रह्मलक्षणं न न न न न एकक्षणम् एकक्षणं तत्र अपि इति किमर्थम् अस्ति चेत् तत्र यथा प्रमायाः लक्षणे वयं दृष्टवन्तः तत्रापि तत्प्रकार हा तत्र किम् आसीत् तत्र तद्वति तत्प्रकारको अनुभवः यथार्थः इति आसीत् खलु तत्रापि तत्र तद्वत् इति पदार्थस्वभावः तत्र तद्वती इत्यत्र यत् सप्तमी विभक्तिः या अस्ति सा अपि च तत्प्रकारकः इति तत्र ज्ञानस्वभावः इति तत्र अंशद्वयेन वयं निरूपितं पूर्वं तद्वत् अत्रापि भ्रमलक्षणे अपि तदभाववत् इति अंशः पदार्थस्वभावः सूचयति सप्तमी अपि च तत्प्रकारकः इति ज्ञानस्वभावः सूचयति इति एव अस्ति सप्तमी अस्तु अग्रे रामप्रिया भगिनी अग्रे पठति वा आं भगिनि सप्तमी प्रकारकः तद् अभाववत् इति अंशेन पदार्थस्वभावः उच्यते प्रथमं सप्तमी तत् प्रकारकः इत्येभ्यां ज्ञानस्वभावः उच्यते तत् परेण भ्रमे प्रकारीभूतः पदार्थः ग्राह्यः शुप्तिकायाम् इदं रजतम् इति रजत्वत्वप्रकारकभूत क्षम्यतां रजतत्वप्रकारकभ्रमे तादृशं च रजतत्वम् एव तद् अभावः रजतत्व अभावः रजतत्व अभाववति शुक्तिः रजतत्व अभावे च आधेयता स्वरूपसम्बन्धे सम्बन्धता शुक्तौ च अधिकरणता भवति अयं च अंशः तत् अभावत् इत्यनेन लब्धः अत्रापि यदा वयं यथार्थ प्रसङ्गे दृष्टवन्तः तादृशम् अत्रापि यदा तत् अभाववत् इति स्वीकुर्मः चेत् तदभाववत् इति स्वीकुर्मः चेत् तत्तु पदार्थस्वभावः सूचयति तत् अभाववति इति सप्तमी तत्तु ज्ञानस्वभावः क्षम्यतां तद् अभाववति इति सप्तमी विभक्त्यामस्ति तत्तु ज्ञानस्वभावः सूचयति तत् अभाववत् इति अंशेन पदार्थस्वभावः सूचितमस्ति तत्र केवलं सप्तमी इति न खलु भगिनि सप्तमी अपि च तत्प्रकारकः इति द्वयमपि तत्र ज्ञानस्वभावः आम् आम् तदभाववति तत्प्रकारकः इति ज्ञानस्वभावः तत् इति पदेन ब्रह्मे प्रकारीभूतः पदार्थः ग्राह्यः इत्युक्ते तत्र तु शुक्ति इत्येव पदार्थः ग्राह्यः न न न तत्र ब्रह्मे प्रकारीभूत भूतं किं रजतत्वं वा अस्ति शुक्त्यां रजतं रजतत्वम् इति प्रकारीभूतपदार्थः ग्राह्यः तत् इति पदेन शुक्तिकायाम् इदं रजतम् इति रजतत्वप्रकारकभ्रमे तादृशं च रजतत्वम् एव शुक्तिकायां यदा शुक्ति वयं पश्यामः चेत् तत्र इदं रजतम् इति तत्र तु रजत्वप्रकारकभ्रमः भ्रमः भ्रमे तादृशं च रजतत्वम् एव तत्र तु स्पष्टता नास्ति भगिनि शुक्तिकायामेव रजतत्वम् इति भ्रमः जातः किल सत्यं तर्हि शुक्तिकायाम् इदं रजतम् इति वदामः चेत् तत्र ज्ञाने ज्ञानस्य विषयत्रयम् इति उक्तवन्तः खलु तर्हि इदानीं ज्ञाने इदं रजतम् इति अस्ति चेत् ज्ञाने प्रकार ज्ञानस्य विषयत्रयम् इति यदा वदामः तत्र प्रकारः कः अथवा प्रकारः कस्मिन् अस्ति रजतत्वे प्रकारः इति कृत्वा रजतत्वं रजतत्वप्रकारकः भ्रमः खलु इत्युक्ते रजतत्वप्रकारकज्ञानम् इति वक्तुं शक्नुमः तत्र कीदृशं ज्ञानम् इत्युक्ते भ्रमज्ञानं परन्तु रजतत्वप्रकारकं ज्ञानम् इदानीम् अस्ति यदा आकारः शुक्तौ इदं रजतम् इति वदामः चेत् इत्युक्ते शुक्तिं दृष्ट्वा इदं रजतम् इति वदामः चेत् तत्र शुक्तौ रजतत्वम् अस्ति इति ज्ञानं भवति तर्हि इदानीं प्रकारता रजतत्वे अस्ति इति कृत्वा तादृशं च रजतत्वमेव तादृशम् इत्युक्ते प्रकारीभूतं खलु इत्युक्ते तत्पदेन यः प्रकारीभूतः पदार्थः अस्ति तस्य ग्राह्यं भवति तर्हि इदानीं प्रकारः किं रजतत्वं तर्हि प्रकारीभूतपदार्थः इति रजतत्वमेव तद् अभावः रजतत्व अभावः रजतत्व अभाववति शुक्तिः यदा तद् अभावः इति वदामः चेत् तत्र तु रजतत्वस्य एव अभावः अस्ति रजतत्व अभाववति यस्मिन् रजतत्व अभावम् अस्ति तत्तु शुक्तिः अस्ति रजतत्व अभावे च आधेयता यदा रजतत्व अभावः इति वदामः चेत् तस्मिन्नेव आधेयता अस्ति रजतत्व अभावे आधेयता न इत्युक्ते रजतत्व अभावः इति वदामः इति कृत्वा तत्र आधेयता इति नास्ति शुक्तिं दृष्ट्वा शुक्तौ इदं रजतम् इति वदामः चेत् तत्र शुक्तिः एव आधेयता खलु शुक्तौ शुक्ति एव अधिकरणम् इदानीं शुक्तिः रजतत्व अभावः अभाववती क्षम्यताम् इति कृत्वा रजतत्व अभावे आधेयता अस्ति इत्युक्ते शुक्तिः इति अधिकरणम् आधेयः शुक्तौ आधेयता शुक्तिः रजतत्व अभाववती इति कृत्वा रजतत्व अभावे आधेयता रजतत्व अभावः एव शुक्तिः अत्र आधेयता वर्तते स्वरूपसम्बन्धेन इदानीं यदा अभावः इति आगच्छति अतः स्वरूपसम्बन्धेन सम्बन्धता अस्ति शुक्तौ तु अधिकरणता भवति रजतत्व अभावे अयं च अंशः तद् अभाववत् इत्यनेन लब्धः एतद् अंशः यदा क्षम्यतां भगिनि एकक्षणं रजतत्व अभाववती शुक्तिः इति अहं किञ्चित् सम्यक्तया न उक्तं तत्र रजतत्व अभाववती अस्ति शुक्तिः रजतत्व अभावे आदेयता अस्ति इत्युक्ते शुक्तौ अधिकरणता अस्ति परन्तु तत्र रजतत्व इत्युक्ते क्षम्यतां पुनः वदामि शुक्तिः इति अधिकरणं शुक्तौ वस्तुतः रजतत्व अभावः अस्ति तर्हि रजतत्व अभावे आदेयता अस्ति इत्युक्ते शुक्तिः रजतत्व अभाववती इति कृत्वा रजतत्व अभावे आदेयता शुक्तौ अधिकरणता इति रजतत्व अभाववती इति शुक्तिः रजतत्व अभावे आदेयता अस्ति शुक्तिः अपि आसीत् शुक्तिः इति अधिकरणं खलु अधिकरणं आम् इति अधिकरणम् अस्तु स्पष्टं वा रजतत्व अभावे आदेयता अस्ति रजतत्व अभाववती शुक्तिः तस्मिन् अधिकरणता अस्ति. सत्यम्. अपि च तत्र इदानीम् अभावः स्वरूपसम्बन्धेन अधिकरणे अस्ति इति कृत्वा स्वरूपसम्बन्धे सम्बन्धता अस्ति. अभावः एतदेव अंशं तद् अभाववत् इत्यनेन वयं ज्ञातुं शक्नुमः. आदेयता अधिकरणता अनन्तरं सम्बन्धः द्वयोः सम्बन्धः. सत्यं सत्यम्. अग्रे विद्याशङ्करमहोदय भवान् पठति वा? पूर्ववदेव सप्तम्याः विशेषत्वम् अर्थः तस्य च रजतत्व अभावनिष्ठ आधेयता निरूपित अधिकरणतावत्यां सुप्तौ सत्वात् पूर्ववदेव अधिकरणत्वविशेष्यत्वयोः सामानाधिकरण्यलाभः तत्प्रकारकम् इत्यत्र अपि पूर्ववदेव विग्रहः तेन प्रकारतायाः रजतत्वनिष्ठत्वलाभः. यथा पूर्वं पठितं सप्तम्या सप्तमी तत्र सुक्तौ इति पदं वा विशेषत्वं सुक्तौ विशेषता विशेषता सुक्तौ अस्ति तद् अभाववती इत्यस्मिन् यः सप्तमी पदं तद् अभाववती सुक्तिः तत् सप्तमी पदम् अभाववती अभाववती ह्रस्ववतिम्याः विशेषत्वम् इति अर्थः. तर्हि विशेषत्वं सुप्तौ अस्ति तस्य च सप्तम्याः तस्य सप्तम्याः च रजतत्व अभावनिष्ठ आधेयता निरूपित. तर्हि रजतत्वं रजतत्व अभावः तस्मिन् आधेयता अस्ति तादृश आधेयता निरूपित अधिकरणतावती अति शुक्तिः. शुक्तिः शुक्तौ अधिकरणत्वम् अस्ति शुक्तौ अधिकरणता अस्ति इति पूर्वम् उक्तं. तादृश अधिकरणता कथं निरूपितम् इत्युक्ते रजतत्व अभावनिष्ठ आधेयता तेन निरूपित अधिकरणतावति शुक्तिः. तस्मिन् शुक्तौ सत्वात् सत्वात् इत्युक्ते रजतत्व अभावं सत्वात् पूर्ववत् एव अधिकरणत्वविशेषत्वतोयो सामानाधिकरण्यलाभः. तत्र यत्र विशेषता अस्ति तत्तु सुप्तौ यत्र अधिकरणता अस्ति तदपि शुक्तिः एव. तर्हि शुक्तिः अधिकरणता अपि च विशेषता तयोः सामानाधिकरण्य लभ्यते शुक्तौ. तत्प्रकारकम् इत्युक्ते तत्प्रकारकम् इत्युक्ते अभावत्प्रकारकं वा न तत्प्रकारकम् इत्युक्ते तद् रजतत्वं प्रकारः यस्य इति तत्प्रकारकः इति खलु. हा रजतत्वप्रकारत्वम् इत्यत्रापि पूर्ववदेव विग्रहः विग्रहः इत्युक्ते प्रकारता रजतत्वे अस्ति ज्ञानदृष्ट्या. हा तु क्षम्यतां महोदय अत्र विग्रहः इत्युक्ते यथा तत्र यथार्थज्ञाने वयम् उक्तवन्तः खलु तत्र पूर्वस्मिन् पुटे तत्र द्वितीयपरिच्छेदे प्रथमवाक्यमस्ति तत् प्रकारकम् इत्यत्र तद् रजतत्वं प्रकारः यस्य इति विग्रहः. अत्रापि तत्प्रकारकः इत्यत्र तदेव विग्रहः तत्र विग्रहः समानः इत्युक्ते तत्प्रकारकः इत्युक्ते अत्रापि तद् रजतत्वं प्रकारः यस्य इति अर्थः एव इति. तेन प्रकारतायाः रजतत्वनिष्ठत्वलाभः तेन विग्रह अवगमनेन प्रकारतायाः प्रकारता रजतत्वे अस्ति तर्हि प्रकारतायाः रजतत्वनिष्ठत्वम् इति लभ्यते. तत्र चित्रं पर्यन्तं समाप्यते. इयांस्तु विशेषः प्रायाम् आदेयता यत्र तत्रैव प्रकारता अपि इह भ्रमे आदेयता रजतत्व अभावे प्रकारता परं रजतत्वे एवं सम्बन्धता स्वरूपे संसर्गता समवाये इति त्रि अत्र मुख्यविशेषः अयथार्थज्ञानम् अपि च यथार्थज्ञानयोः मध्ये एकः एतावत् किं विशेषः इत्युक्ते एषः अस्ति प्रमायां यथार्थज्ञाने आदेयता यत्र अस्ति इत्युक्ते आदेयता तत्र रजतत्वे अस्ति तत्रैव प्रकारता अपि अस्ति किन्तु ब्रह्मज्ञाने आदेयता तु प्रकारता तु प्रकारता रजतत्वे अस्ति किन्तु आदेयता रजतत्व अभावे अस्ति किन्तु प्रकारता रजतत्वे इति मुख्यभेदः अपि च सम्बन्धभेदः अस्ति अभावविषये अभाव केन सम्बन्धेन किं कस्मिन् कस्मिन् अपि अस्ति इति स्वरूपसम्बन्धेन किन्तु संसर्गता तु समवायसम्बन्धेन ब्रह्मज्ञाने रजतत्वे अस्ति तत्र सम्बन्धः समवाये संसर्गता समवाये अत्र सम्बन्धता स्वरूपे इति मुख्य भेदद्वयम् इति अस्ति तत्र चित्रे तत् सम्यक् निरूपितं वामभागे स्वभावतः किं किम् अस्ति इति लिखितम् आदेयता अस्ति प्रथमं ज्ञानतः पश्यामः ज्ञानं समानम् अस्ति अयथार्थज्ञाने अपि च यथार्थज्ञाने ज्ञानं समानं किन्तु ज्ञानम् एकस्मिन् पक्षे ब्रह्मज्ञानम् एकस्मिन् पक्षे सत्यं ज्ञानं ब्रह्मज्ञाने ज्ञानतः प्रकारता रजतत्वे तु अस्ति संस्कृतता समवाये अस्ति ज्ञानता ज्ञानदृष्ट्या अपि च विशेषता सुप्तौ अस्ति इति भेदः किन्तु स्वभावतः रजतत्वे प्रकारता अभावः अस्ति रजतत्व अभावः अस्ति अपि च सम्बन्धता स्वरूपसम्बन्धः अभावस्य अपि च अधिकरणता तत्र शुक्तिः इति चित्तं दृष्ट्वा भेदम् अवगन्तुं शक्नुमः सम्यक् अस्तु तत्र प्रश्नः अस्ति वा अस्तु सुनील् महोदय भवान् अग्रे पठति वा इत्थमेव पृथिवी गन्धवती परमाणुः विशेषवान् भूतलं घटाभावात् घटाभाववत् इत्यादि प्रमाणफले अधिकरणत्वविशेषत्वयोः आधेयत्वप्रकारत्वयोः च सामानाधिकरण्यमादाय प्रमात्वं वर्णनीयम् यदात्र इदं सुक्तौ इदं रजतत्वम् इति स्थले स्वभावरीत्या आधेयता सम्बन्धता अधिकरणता सन्ति तत्र रजतत्व अभाव आधेयता स्वरूपसम्बन्धः अस्ति अनन्तरं सुक्तौ अधिकरणता अस्ति ज्ञानस्थले प्रकारता संसर्गता विशेष्यता इत्यादयः सन्ति एवंविधं पृथिवी गन्धवती परमाणुः विशेषवान् भूतलं घट अभाववत् इत्यादि निरूपणावसरे अत्र अधिकरणत्व विशेषत्वयोः आधेयत्वप्रकारत्वयोः प्रकारत्वयोः च सामानाधिकरण आदाय प्रमात्वं तत्र वक्तुं शक्नुमः हा परन्तु यत् भवान् पूर्वम् उक्तवान् तत्तु प्रमा नास्ति खलु इत्युक्ते यत् चित्रे हा अत्र सामानाधिकरणं नास्ति इत्युक्ते तत्र पृथ्वी गन्धवती इति यदा वदामः तत्र अधिकरणत्वविशेषतयोः अपि च आदेयत्वप्रकारत्वयोः द्वयोः अपि सामानाधिकरण्यमस्ति खलु परन्तु यदा शुक्तौ विधौ रजतम् इति वदामः चेत् अधिकरणत्वविशेषतयोः सामानाधिकरण्यम् अस्ति परन्तु आदेयत्वप्रकारत्वयोः सामानाधिकरणं नास्ति परन्तु भूतलं घट अभाववत् इति वदामः तत्र हा तत्र भूतले इदानीं घटः नास्ति भूतलं घटाभवत् इति वदामः तत्रापि तथा खलु इत्युक्ते अप्रमा इत्युक्ते ब्रह्मज्ञानम् इत्युक्ते यत्र वस्तुस्थितिः तथा नास्ति इत्युक्ते स्वभावतः यदस्ति तद् अस्माकं ज्ञाने नास्ति, तदेव तत्र चित्रे अस्ति खलु. शुक्त्यां तु तत्र इत्युक्ते शुक्तौ तु रजतत्व अभावः एव अस्ति, रजतत्वं नास्ति. परन्तु अस्माकं ज्ञाने रजतत्वम् अस्ति इति यदा भवति तर्हि तत्र वस्तुस्थितिः यदस्ति अपि च अस्माकं ज्ञाने यदस्ति तयोः मध्ये भेदः अस्ति चेत् तदेव अप्रमा अथवा भ्रमज्ञानम्. परन्तु प्रमात्वमेव वर्णनीय इति अस्ति. हा, अस्मिन् वाक्ये यदस्ति तत्तु प्रमा एव खलु, इत्युक्ते पृथ्वी गन्धवती इति चेत् तत् प्रमाज्ञानमेव न तु भ्रमज्ञानम् इति भेदः अवगच्छति वा? इदानीम् आगच्छामि. अहं चिन्तितवान् तादृशभावं स्वीकृत्य वक्तुं शक्नुमः इति. अत्र प्रमात्वं वर्णनीयम् इति मम मनसि न आगतं. मम मनसि अप्रमात्वं अभावं स्वीकृत्य वर्णनीयम् इति एव. तथा नास्ति. हा, सत्यं. तदर्थमेव तत्र इत्यादि प्रमास्थले इति अस्ति खलु, तत्र तत्तु प्रमाज्ञानम् इति एव. अग्रे महोदय. जलं समवायेन गन्धवत्, घटः विशेषवान्, तेजः उष्णस्पर्शभाववत् इत्यादि यथार्थ स्थानस्थले तु गन्धाभावविशेषणभाव उष्णस्पर्शभाव निष्ठाः आधेयताः. प्रकारता तु गन्धे विशेषे उष्णस्पर्शभाव इति आधेयत्वप्रकारतत्वयोः असामान अधिकरणं भ्रमत्वमपि स्फुटम्. अत्र इदानीं जलं समवायेन गन्धवत् घटः विशेषवान्. क्षम्यतां महोदय, तत्र एकमेकं स्वीकुर्मः. जलं समवायेन गन्धवत् इत्यत्र तत्र इदानीं किम् अस्ति, आदेयता कुत्र अस्ति अपि च प्रकारता कुत्र अस्ति? इदानीम् अत्र अप्रणयः विषयः एव किल. अतः अत्र जलं गन्धवत् इति भ्रमः अस्ति. अतः अत्र जलमिति तत्रैव अग्रे अस्ति खलु गन्धाभावः इति. तर्हि जले गन्धः नास्ति चेत् जले गन्धाभावः खलु. जलम् इति गन्धाभाववत् वस्तुतः, न तु गन्धवत्. तर्हि गन्धाभावे आदेयता अस्ति, परन्तु प्रकारता कुत्र अस्ति? जले अस्ति. न, प्रकारता कुत्र अस्ति? गन्धभावः तु गन्धभावे आदेयता. तत्र चित्रं पश्यतु महोदय, अभावे आदेयता अस्ति खलु. इदानीं रजतत्वम् इत्यत्र गन्धः इति स्वीकुर्मः, तर्हि गन्धभावे आदेयता अस्ति. तर्हि प्रकारता कुत्र अस्ति? गन्धाभावे आदेयता अस्ति खलु. तर्हि गन्धाभावे प्रकारता अस्ति चेत् तत्र ब्रह्मज्ञानं नास्ति, गन्धत्वम् अस्ति, गन्धे अस्ति खलु. इति कृत्वा तत्र इदानीं प्रकारता आदेयतायोः मध्ये तत्र समानाधिकरणं नास्ति. तद्वतेव घटः विशेषवान् इत्यत्रापि. तत्र वक्तुं शक्नोति वा? तत्र विशेष प्रकारता अस्ति. घटे विशेष अभावः अस्ति अथवा अधेयता अस्ति. विशेष अभावे आदेयता अस्ति. विशेष अभावे अधेयः अस्ति. तेजः उष्णस्पर्शभाववत् इत्यत्र तत्र उष्णस्पर्श अभावत्वे प्रकाशः अस्ति. अनन्तरं उष्णस्पर्श अभावत्वे अधेयः अस्ति. उष्णस्पर्शभाव अभाव अभावत्वे खलु तेजः उष्णस्पर्श अभावः इति अस्ति चेत् उष्णस्पर्श अभाव अभावः तत्र अधेयः अस्ति. सम्यक्. इत्यादीनि अयधार्थस्थले एव अत्र प्रकारदा गन्धे विशेषे उष्णस्पर्शस्वभावे इति आधेयत्वप्रकारतयोः असामानाधिकरणं ब्रह्मत्वमिति स्फुट. अग्रे महोदय. एतयोः अनुभवयोः उदाहरणे मूले दर्शिते रजते रजतमिति प्रमा, सुप्तौ रजतमिति अप्रमा इत्यादिना. अतः अत्र इदानीम् अनुभवद्वयम् अस्ति. यदा रजतं दृष्ट्वा रजतम् इति अत्र जानाति चेत् तद् प्रमा भवति. सुक्तं सुक्तो रजतम् इति ज्ञानं भवति चेत् तत्र अप्रमा इति वदामः. सम्यक्. अत्र पूर्वोक्त उदाहरणं स्वीकृत्य. सम्यक्. शुकोनं महोदय अग्रे पठति वा? हा भगिनि. प्रत्यक्षादिविभागः यथार्थ अनुभवश्च यथार्थ अनुभवश्चतुर्विधः प्रत्यक्ष अनुमित्युपमिति शाब्दभेदात् तत्करणमपि चतुर्विधं प्रत्यक्ष अनुमान उपमानशब्दभेदात् इति शीर्षकमत्र. यथार्थ अनुभवः, यथार्थ अनुभवः तु प्रमा इति वयं इदानीं तस्य लक्षणं ज्ञातवन्तः. तस्य चातुर्विध्यं वर्तते. ते के इत्युक्ते प्रत्यक्ष अनुमिति उपमिति शाब्द इति अत्र यथार्थ अनुभवस्य नामानि एतानि. इत्युक्ते ज्ञानस्य नामानि एव प्रत्यक्ष अनुमिति उपमिति शाब्दम् इति. अपि च ते केन करणेन लभ्यते लभ्यन्ते इत्यत्र तत्रापि चातुर्विध्यं वर्तते. प्रत्यक्षेन प्रत्यक्ष अनुभवः लभ्यते, अनुमानेन अनुमितिः लभ्यते, उपमानेन उपमितिः लभ्यते, शब्देन शाब्दः लभ्यते इति. यथार्थ अनुभवस्य चातुर्विध्यमाः यथार्थ अनुभवेति. प्रत्यक्षम् इत्यत्र प्रतिगतमक्षम् इन्द्रियं यस्य इति व्युत्पत्त्या प्रमितिपरम् इदं पदं विषयं प्रति गतं सन्निकृष्टम् इन्द्रियं यस्य इति निरूपणे सति विषयस्य इन्द्रियस्य च सन्निकर्षलाभः. तादृशसन्निकर्षजन्यता च प्रमायाः प्रत्यक्ष इति पदेन लभ्यते. इदानीं तत्र प्रथमविध अनुभवः प्रत्यक्षम् इत्यस्मिन् विषये अत्र दत्तमस्ति. अत्र प्रत्यक्षम् इति पदं तस्य व्युत्पत्तिः कथम् इति अत्र उक्तमस्ति. प्रतिगतम् अक्षम् इन्द्रियं यस्य इति व्युत्पत्तिः अस्ति. इत्युक्ते तत्र इन्द्रियं यं प्रति गतम् अक्षम् इति इन्द्रियं यं प्रति गतं तदेव प्रत्यक्षं भवति इति. प्रमिति इति इत्युक्ते तत्र ज्ञानमेव. प्रमिति इत्युक्ते ज्ञानं. प्रमितिपरम् इदं पदम् इत्युक्ते प्रमितिविषयमेव वदति. प्रत्यक्षम् इति पदेन तत्र ज्ञानमेव उक्तम् इति. विषयं प्रति गतं सन्निकृष्टम् इन्द्रियं यस्य इति निरूपणे सति विषयस्य इन्द्रियस्य च सन्निकर्षलाभः. इदानीं तत्र प्रतिगतमक्षम् इन्द्रियम् इति वदनस्य स्थाने विषयं प्रति गतं सन्निकृष्टम् इन्द्रियम् इत्यपि तत्र व्युत्पत्तिः कुर्मश्चेत् तत्र ज्ञाने विषयः भवेत् इति कृत्वा तत्र अपि च इन्द्रियज्ञानयोः मध्ये सन्निकृष्टः भवेत् इति यदा एतादृशं वयं व्युत्पत्तिः कुर्मश्चेत् तत्र इन्द्रियविषययोः सन्निकृष्टलाभः भवति केवलं प्रत्यक्षम् इति वदनेन एव तत्र सन्निकृष्टः सूचितम् अस्ति सम्बन्धः सूचितम् अस्ति तादृशसन्निकर्षजन्यता च प्रमायाः प्रत्यक्षः इति पदेन लभ्यते तादृश इदानीं तत्र सन्निकर्षः अस्ति विषय इन्द्रिययोः इति तत्र सूचितं भवति यदा प्रत्यक्षम् इति वदामश्चेत् तादृश सन्निकर्षजन्यता प्रमायां वर्तते इति अपि अनेन पदेन लभ्यते इति अर्थः अस्ति प्रत्यक्षम् इति वदनेन एव तत्र सन्निकृष्टः अपि सूचितमस्ति पुनः तत्र सन्निकर्षजन्यता अपि प्रमायाम् अस्माभिः लभ्यते तत्र जन्यता इत्युक्ते कारणत्वं खलु कारणत्वं सत्यम् इदं निर्वचनं प्रत्यक्षपदस्य प्रमापरत्वे ग्राह्यम् इन्द्रियेपि करणे प्रत्यक्षव्यवहारस्तु प्रतिगतमक्षम् इन्द्रियं प्रत्यक्षम् इत्येव निर्वचनेन सिद्ध्यति इदं निर्वचनं प्रत्यक्षपदस्य प्रमापरत्वे ग्राह्यम् इति तत्र इदं निर्वचनम् इति यद् उपरि उक्तं तद् निर्वचनं वा इत्युक्ते प्रत्यक्षम् इति ज्ञानम् हा इति इदं प्रत्यक्षम् इति ज्ञानम् इदं निर्वचनं प्रत्यक्षपदस्य प्रमापरत्वे ग्राह्यं तद् मया न अवगतं भगिनि इत्युक्ते प्रत्यक्षम् इति ज्ञानं तत् इत्युक्ते प्रत्यक्षम् इति प्रमाज्ञानम् इत्युक्ते प्रमा इति प्रत्यक्षम् इत्यनेन तत् प्रमा इति वयं ग्रहीतुं शक्नुमः इति एव इत्युक्ते सन्निकर्षेण यद् ज्ञानम् उत्पन्नं भवति तत्तु यथार्थज्ञानं खलु प्रमाज्ञानम् इति गृह्यते इति एव इत्युक्ते प्रत्यक्षम् इति ज्ञानमस्ति इत्युक्ते प्रत्यक्षम् इति ज्ञानमपि अस्ति प्रत्यक्षम् इति करणमपि अस्ति खलु यत् पूर्वं वयं प्रत्यक्षम् इति ज्ञानम् इति यदुक्तं तत्तु प्रमापरम् इत्युक्ते प्रमा इति ज्ञानविषयः हा हा हा इदानीम् अवगतम् अत्र किमुक्तम् इति चेत् तत्र प्रत्यक्षम् इति पदनेन एतादृशनिर्वचनेन प्रमात्वमेव सूचितम् अस्ति सूचितम् अग्रे इन्द्रियेपि करणे प्रत्यक्षव्यवहारस्तु प्रतिगतम् अक्षम् इन्द्रियं प्रत्यक्षम् इत्यनेन निर्वचनेन सिद्ध्यति इदानीं तत्र करणस्यापि प्रत्यक्षम् इति पदेन एव सूचितं तत्र कीदृशं व्युत्पत्तिः साधनीयम् इति चेत् प्रत्यक्षव्यवहारः तत्र प्रतिगतम् अक्षम् इन्द्रियं प्रत्यक्षम् पूर्वं प्रतिगतम् अक्षम् इन्द्रियं यस्य इति व्युत्पत्तिः अस्ति ज्ञानविषये किन्तु अत्र प्रतिगतम् अक्षम् इन्द्रियं प्रत्यक्षं केन करणेन प्रत्यक्षज्ञानं भवति तदेव इदानीं पुनः प्रत्यक्षम् इति पदेनेपि सूचितम् अतः प्रत्यक्षम् इति पदेन तत्र ज्ञानमपि सूचितमस्ति करणमपि सूचितमस्ति तत्र निर्वचनद्वयमस्ति व्युत्पत्तिद्वयमस्ति सम्यक् महोदय अग्रे रामप्रिया भगिनी पठति वा आं भगिनि अनुमितिपदं तर्हि कम् अर्थं बोधयति उच्यते चैत्रः अनुवदति इत्यादौ आदौ कश्चित् वदति पश्चात् चैत्रः वदति इति प्रत्ययात् अनु इति उपसर्गयोगे धातुबोध्यक्रियायाः उत्तरभावित्वं ज्ञायते तादृशधात्वर्थः प्रकृते मितिः ज्ञानं तस्मात् पश्चात् जायमानं ज्ञानम् इति अनुमितिशब्दार्थः इदं चेत् पश्चात् जायमानं ज्ञानं तत्पूर्वमपि ज्ञानमेव आकाङ्क्षितम् इति सम्बन्धज्ञानम् एव तत्पूर्ववृत्ति भवति. अत्र द्वितीयम् अस्ति यथार्थ अनुभवः चतुर्विधः. तत्र द्वितीयमस्ति अनुमितिः इति. तस्मिन् विषये अनुमितिः किं बोधयति इति. तत्र यदा चैत्रः उदाहरणरूपेण दत्तमस्ति, चैत्रः अनुवदति इति यदा वयं वदामः चेत् पूर्वं चैत्रात् पूर्वं कोऽपि वदति चेदेव सः अनुवक्तुं शक्नुमः इति ज्ञानं तत्र भवति. चैत्रः वदति, क्षम्यतां, पश्चात् चैत्रः वदति इति प्रत्ययात् अनु इति उपसर्गयोगे धातुबोध्यक्रियायाः उत्तरभावित्वं ज्ञायते. आम्, यदा वदति इति क्रिया स्वीकुर्मः तत्र अनु इति उपसर्गं योजयामः चेत् तत् अनुवदति इति क्रिया उत्तरभावित्वं सूचयति. उत्तरत्वेन वदति इति तत् क्रियापदं सूचयति. क्षम्यतां भगिनि, उत्तरत्वेन इति न, इत्युक्ते सः अनन्तरं वदति इति. कश्चन वदति, तदनन्तरं कोऽपि वदति चेत् अनुवदति इति, परन्तु उत्तरत्वेन वक्तव्यम् इति नास्ति. तादृशधात्वर्थः प्रकृते मिति ज्ञानं तस्मात् पश्चात् जायमानं ज्ञानम् इति अनुमिति शब्दः. अस्तु, मिति अनुमितिः इति पदे मितिः इत्युक्ते ज्ञानं, तस्मात् पश्चात् जायमानं ज्ञानं. आम्, अस्तु, पश्चात् जायमानं ज्ञानमेव अनुमितिः इति शब्दस्य अर्थः. इत्युक्ते पूर्वं कश्चन ज्ञानम् आसीत्, तत् आधारेण अनन्तरम्, इत्युक्ते यदा तत्र पर्वतः वह्निमान् धूमात् इति यदा वदामः, तत्र पूर्वं व्याप्तिज्ञानम् आसीत् खलु, यत्र यत्र धूमः तत्र तत्र वह्निः इति. तादृशज्ञानेन वयम् इदानीं पर्वतः धूमवान् इति अनुमितिज्ञानं प्राप्नुमः इति एव. तत्र पूर्वं कश्चन ज्ञानम् आसीत्, अनन्तरं यद् ज्ञानम् उत्पन्नं भवति तद् अनुमितिः इति. पश्चात् जायमानं ज्ञानं तत्पूर्वमपि ज्ञानमेव आकाङ्क्षितम् इति. यदा पश्चात् जायमानं ज्ञानम् अनुमितिः इत्युक्ते तत्पूर्वमपि किमपि ज्ञानम् अस्ति चेदेव एतद् भवति. तत् सम्बन्धज्ञानमेव तत्पूर्ववृत्ति भवति. यत् ज्ञानं पूर्वं भवति तदेव व्याप्तिज्ञानम् इति यद् वयं दृष्टवन्तः इदानीं. तत् पूर्ववृत्तिज्ञानं सम्बन्धज्ञानं. अस्तु, अग्रे भगिनि. आम्, शाब्दबोधश्च शब्दपूर्वकत्वात् तदा व्यवह्रियते. एतेषां च प्रमाकरणानां बोधकता संस्कारनिरूपणे संक्षेपतः निरूपिता एव. तत् मूलपङ्क्तिव्याख्यान अवसरे च निरूपयिष्यते. यदा तृतीयमस्ति, तृतीयं नास्ति, चतुर्थम् उपमति त्यक्तमस्ति. आम्, चतुर्थमस्ति शाब्दबोधः इति. तत्र शब्दपूर्वकत्वात् तद्व्यवह्रियते. यदा शब्द वचन पूर्वं भवति तस्मात् एतद् शाब्दबोधः इति ज्ञानम् उत्पन्नं भवति. यदा वयं एतेषां प्रमाकरणानां बोधकता यदा वयं संसारनिरूपणे एतद् वयं पूर्वमेव निरूपितवन्तः शब्दबोधविषये. मूलपङ्क्तिव्याख्यानवसरे च निरूप्यते. अग्रिमे यदा भवति तत्र एतद् अनन्तरम् एतद् अनन्तरमपि आगच्छति इति किल. सत्यम्, इत्युक्ते यदा तत्र शाब्दबोधस्य विषये पठामः तत्र निरूपयति. आम्, क्रमायां विभक्त्यां तत् करणम् अपि विभजते. तत् करणम् इति प्रत्यक्ष अनुमान उपमानशब्दः प्रमाणानि. तत्र तत् करणम् इति अपि विभजनम् अस्ति. तत् करणम् इत्युक्ते प्रत्यक्ष अनुमान उपमानशब्दाः प्रमाणानि इति वक्तुं शक्नुमः. प्रमाणम् इत्युक्ते तत्र विशिष्टकरणं खलु, पूर्वं वयं दृष्टवन्तः. करणम् इत्युक्ते यत्र व्यापारः भवति तदेव करणम् इति वदामः. सः करणं तत्र ज्ञानम् इति तस्य कार्यं भवति चेत् तत्र प्रमाणम् इति तस्य करणस्य विशिष्ट नामकरणं कृतं प्रमाणम् इति. तर्हि प्रमायाः स्थले प्रत्यक्षम् अनुमानम् उपमानं शब्दः इति तत्र चत्वारि प्रमाणानि सन्ति, इत्युक्ते चत्वारि करणानि इति अपि वक्तुं शक्नुमः. अस्तु, तर्हि अग्रे विद्याशङ्कर् महोदय. भगिनी अत्र उपमिति विवरणं अत्र अत्र उक्तं खलु भगिनी, तत्र क्लिष्टत्वात् न उक्तः इति अस्ति. अग्रे आगच्छति. साधारणकारणनिरूपणम् इह च करणपदप्रयोगात् तदर्थस्य चेतावता अनुक्तत्वात् तमः. साधारणकारणम् इति शीर्षकम् अस्ति. इह च करणपदं पूर्वम् उक्तं, करणं किम् इति, तस्य प्रयोगात् तदर्थस्य च एतावता अनुक्तं, तस्मात् अग्रे उच्यते असाधारणं कारणं करणम् इति. करणं किम् इत्युक्ते असाधारणं कारणं करणम्. असाधारणकारणत्वपरिज्ञानाय आदौ किं नाम साधारणकारणत्वं, कानि च साधारणकारणानि इति वितरेण चिन्तयामः. कार्यस्य कारणाधीनत्वं लोकसिद्धमेव. तत्रापि हि दण्डादयः पदार्थाः कारणत्वेन अभिमताः, घटादीनि कतिचित् एव कार्याणि कुर्वते. दण्डेन हि घटनिर्माणं, गृहादिनिर्माणं, ताडनम् ईदृशानि अस्माभिः ज्ञायमानानि कतिचित् कार्याणि क्रियन्ते. इतोपि कः खलु अस्य उपयोगः इति जिज्ञासस्य देशान्तरे स्थितान्, कार्यान्तरे व्यापृतान् वा जनात् पृच्छामः चेत् तेऽपि शतं दण्डकार्याणि विजयुः नाम. अत्र असाधारणं कारणं किम् इति तस्य अवगमनाय आदौ साधारणकारणं किम् इति अवगन्तव्यम्. साधारणकारणत्वं कस्मिन् अस्ति, कानि च साधारणकारणानि, विस्तरेण चिन्तनीयं भवति. तस्मिन् उच्यते अग्रे कार्यस्य कारण अधीनत्वं लोकसिद्धमेव. सर्वे जानन्ति, वयमेव जानीमः यत् कार्यं कारणाधीनः अस्ति. कार्यमस्ति चेत् कारणमस्ति चेत् एव कार्यं भवति, नो चेत् न भवति. तत्रापि हि दण्डादयः पदार्थाः कारणत्वेन अभिमताः. दण्डादयः पदार्थाः, दण्डः, कपालः, अन्य किमपि कारणत्वेन वयं दृष्टवन्तः. तर्हि घटादीनि कतिचित् एव कार्याणि कुर्वते. यथा दण्डादयः अस्ति, तादृशपदार्थाः दण्डः घटं जनयति, अन्यपदार्थाः अन्य किमपि जनयति. ते अन्यपदार्थाः कारणत्वेन कतिचिदेव कार्याणि कुर्वते, इत्युक्ते कारणेन किमपि कतिचिदेव, इत्युक्ते लिमिटेड् सेट् एव कार्याणि कुर्वते. दण्डेन हि घटनिर्माणं, गृहनिर्माणं, ताडनम् ईदृशानि अस्माभिः ज्ञायमानानि कतिचित् कार्याणि क्रियन्ते. दण्डेन घटनिर्माणं भवितुम् अर्हति, गृहादिनिर्माणं भवितुम् अर्हति, कदाचित् ताडनं भवितुम् अर्हति. तादृश कतिचिदेव ज्ञायमानानि कार्याणि क्रियन्ते. इतोपि कः खलु अस्य उपयोगः, दण्डस्य उपयोगः किं किम् अस्ति इति जिज्ञासा अस्ति चेत्, अन्यदिशं गच्छामश्चेत्, अन्यं किमपि पृच्छामः चेत्, जनाः शतदण्डकार्याणि विधेयुः. दण्डेन न केवलं घटनिर्माणं, गृहनिर्माणं, ताडनं, शतकार्याणि दण्डेन कर्तुम् अर्हति इति जनाः वदन्ति. इत्युक्ते दण्डस्य बहु किमपि कार्याणि दण्डेन बहु किमपि कारणानि भवितुम् अर्हन्ति, कार्याणि भवितुम् अर्हन्ति. अग्रे महोदय. परन्तु दण्डेन अजन्याः अपि परः सहस्राः पदार्थाः सर्वसाक्षिकाः सन्ति. न हि तेजसंयोगेन पृथिव्यां गन्धादि उत्पत्तौ जन्यजलादौ जन्यजलादौ वा शीतस्पर्शादि उत्पत्तौ दण्डकारणतां कश्चित् अभ्युपैति. नारिकेलतरोः अपि खलु कल्पतरु इति अस्मदीये कोङ्कणप्रान्ते प्रसिद्धस्य सन्ति सहस्रशः लोकसिद्धानि कार्याणि. अनपेक्षितः एव तथापि तु पूर्वोक्तगन्धादि उत्पत्तौ स्तः. इत्थञ्च बहूपकारकस्यापि पदार्थस्य अनन्तकार्यात्मके अस्मिन् जगति कश्चन पदार्थं प्रति एव कारणत्वं न तु सर्वं कार्यं प्रति. परन्तु यतोहि दण्डेन अष्टकार्याणि जनयितुम् अर्हन्ति, तथापि दण्डेन अजन्याः सहस्रः पदार्थाः सर्वसाक्षिकाः सन्ति. सर्वे जानन्ति दण्डेन अजन्यः बहु किमपि एव अपि अस्ति. उदाहरणेन न हि तेजसंयोगेन पृथिव्यां गन्धादि उत्पत्तौ, यथा पृथिव्यां तेजसंयोगेन गन्धादि उत्पत्तिः भवति, जन्यजलादो वा शीतस्पर्शादि उत्पत्तिः भवति, तत्र दण्डकारणता तु नास्ति. तेषु कार्येषु दण्डकारणतां नितरा नास्ति. यत् नारिकेलतरोः अपि खलु कल्पतरुः इति अस्मदीये कोङ्कणप्रान्ते प्रसिद्धस्य सन्ति सहस्रशः लोकसिद्धानि कार्याणि. नारिकेलतरोः कोङ्कणप्रान्ते बहु किमपि सहस्रशः लोकसिद्धानि कार्याणि नारिकेलात् कार्याणि अर्हन्ति. अनपेक्षितः एव तथापि पूर्वोक्तगन्धादि उत्पत्तौ नारिकेलस्य किमपि कारणत्वं नास्ति. इत्थं च बहु उपकारकस्यापि पदार्थस्य, यथा नारिकेलतरुः वा दण्डः वा, इतोपि यद्यपि तद् बहु उपकारकस्य बहु उपकारकः अस्ति, तथापि तादृशपदार्थस्य अनन्त्यकार्यात्मके अस्मिन् जगति कांश्चन पदार्थान् प्रति एव कारणत्वं. यद्यपि बहु उपकारकः अस्ति, तदपि सर्वेषु कार्येषु तस्य कारणत्वम् अस्ति जगति इति न वक्तुं शक्नुमः. कांश्चन पदार्थान् प्रति एव तस्य कारणत्वम् अस्ति, न तु सर्वं कार्यं प्रति. अग्रे अपि महोदय. एतद् वैपरीत्येन सन्ति वैशेषिकशास्त्रसम्मताः षट् पदार्थाः ये कार्यमात्रं प्रति निखिलकार्यं प्रति कारणानि भवन्ति. कार्यमात्रं प्रति च कारणत्वात् एतेषां साधारणकारणम् इति च अभिधा भवति. साधारणं कारणं कार्याणि प्रति विभिन्नविशेषकारणेषु सत्सु विभिन्नकार्याणि प्रति तत्तद्विशेषकारणेषु सत्सु यत् अनुगतं भवति साधारणं भवति तदेव शास्त्रे साधारणकारणम् इति व्यवह्रियते. तानि च साधारणकारणानि दिक्कालो ईश्वरीयज्ञाने च कृतयः प्रागभावश्च इमानि षट्. उपरि लिखितं दण्डः वा नारिकेलतरुः वा भवतु, यद्यपि तस्य बहु उपकारकः अस्ति, तथापि सर्वेषां कार्याणां प्रति कारणत्वं तेषां नास्ति. एतद्विपरीतेन सन्ति वैशेषिकशास्त्रं स्वीकुर्वन्ति षट् पदार्थाः ये सर्वकार्यं प्रति निखिलकार्यं प्रति कारणानि भवन्ति. ते के इत्युक्ते अग्रे उच्यते. कार्यमात्रम् इत्युक्ते सर्वाणि कार्याणि प्रति कारणत्वात् एतेषां साधारणकारणम् इति नामकरणम् अस्ति. यतोहि ये साधारणकारणानि सन्ति ते सर्वेषु कार्येषु प्रति कारणत्वं तस्मिन् अस्ति, तदर्थं तस्य नामकरणं साधारणकारणम् इति भवति. साधारणकारणं कार्याणि प्रति विभिन्नविशेषकारणेषु सत्सु विभिन्नकार्याणि प्रति तत्तद्विशेषकारणेषु सत्सु यत् अनुगतं भवति इत्युक्ते साधारणकारणं सर्वाणि कार्याणि प्रति विभिन्नविशेषकारणेषु सत्सु यद्यपि विभिन्नविशेषकारणानि सन्ति विभिन्नकार्याणि प्रति तत्तद्विशेषकारणेषु सत्सु यत् अनुगतं भवति यत् अनुगच्छति सर्वेषु सर्वेषां कार्याणां प्रति अनुगतं भवति साधारणं भवति अनुगच्छति तदेव शास्त्रे साधारणकारणम् इति व्यवह्रियते तामि च साधारणकारणानि षट् स्वीक्रियते के इत्युक्ते दिक् कालः ईश्वरीयज्ञानम् ईश्वरीय इच्छा ईश्वरीयकृतिः प्रागभावः च ते षट् पुनः वदामि दिक् कालः ईश्वरीयज्ञानम् ईश्वरस्य इच्छा ईश्वरस्य कृतिः प्रागभावः च षट् साधारणकारणानि वैशेषिकशास्त्रसम्मते क्रियन्ते. अपि च महोदयेन यदा अस्माकं कक्षा आसीत् तस्मिन् समये उक्तवान् तत्र वस्तुतः अष्ट साधारणकारणानि सन्ति इति ईश्वरः अपि च अदृष्टम् इति अपि तत्र इतोपि द्वयमपि स्वीक्रियते इति इति एकम् अपि च तत्र पूर्वं प्रथमपरिच्छेदे जिज्ञास्य इति अस्ति खलु तद्वस्तुतः तत्र जिज्ञासित्वा इति भवेत् इत्युक्ते जिज्ञास्य इति तत्र ल्यबन्तरूपं साधु नास्ति इति अपि महोदयेन उक्तं तदा तत्र एवमेव सूचनार्थमेव वदामि. अस्तु तत्र प्रश्नः अस्ति वा साधारण कारणस्य विषये साधारणकारणम् इत्युक्ते किम् इति स्पष्टं जातं स्यात् खलु. अस्तु तर्हि अग्रे प्रत्येकं साधारणकारणविषये किञ्चित् अवधानं दीयते. अत्र पुस्तके अस्ति तर्हि प्रथमं दिक् अपि च कालः तयोः साधारणकारणनिरूपणं क्रियते आदौ. तर्हि पुष्पा भगिनी भवती आरम्भं करोति वा. अस्तु भगिनि अस्तु भगिनि हा सूक्तिललन्तिका क्षम्यतां दिक्कालादीनां साधारणकारणत्व व्यवस्थापनम् कथं अस्तु तद्विवरणं न कुर्मः न इत्युक्ते तत्र दिक् अपि च कालः तयोः साधारणकारणं स्थापनं कथम् आयाति कथं हि एतेषां कार्यं मात्रं प्रति कारणताम् अवगच्छामः उच्यते तदादौ दिक्कालयोः कारणत्वं साधयामः यदुत्पत्त्यधिकरणत्वेन प्रतीयते तत् तस्य जनकम् इति नियमः कपाले गतो क्षम्यतां भगिनि एतेषां कार्यं प्रति कथम् अवगच्छामः कारणतां कथम् एकक्षणं तत्र एतेषाम् इत्युक्ते किं तत्र दिक्कालादीनां कार्यमात्रम् इत्युक्ते एतेषां कार्यमात्रं साधारणकारणव्यवस्थापनं न न कार्यमात्रम् इत्युक्ते सर्वकार्यं खलु साधारणकारणत्वम् इत्युक्ते सर्वेषां कार्याणां प्रति कारणम् इति तर्हि एतेषाम् इत्युक्ते दिक्कालादीनां कार्यमात्रम् इत्युक्ते सर्वं कार्यं सर्वाणि कार्याणि अथवा प्रतिकारण त्वं कथं वक्तुं शक्नुमः इति अथवा कथम् अवगच्छामः तदादौ दिक्कालयोः कारणत्वं साधयामः तत्तु इदानीं प्रथमतया दिक्कालयोः कारणत्वं साधनीयं कुर्मः इति साधनीयं यदि यद्युपत्ति अधिकरणत्वेन प्रतीयते तत् तस्य जनकम् इति नियमः हा कोऽपि उत्पत्तिः भवति तत् तथैव अधिकरणत्वेन तस्य जनकम् इति नियमः अस्ति इति न तत्र किञ्चित् इत्युक्ते यदा यस्यापि उत्पत्तिः भवति यस्य उत्पत्तिः भवति तस्य अधिकरणं किम् इति ज्ञात्वा यस्मिन् तादृश अधिकरणत्वम् अस्ति सः तस्य जनकम् इत्युक्ते सः तस्य कारणम् इति नियमः अस्ति इत्युक्ते यदा कस्यचित् पदार्थस्य उत्पादनं भवति तस्य पदार्थस्य अधिकरणं तत्र पदार्थमिति यत् कार्यमस्ति तत् प्रति कारणम् इति नियमः अस्ति कपाले घटोत्पत्तिः प्रतीमः तत्तु वयं जानीमः कपाले घटोत्पत्तिः अस्ति इति घटः कपाले उत्पद्यते इति हि तादृश उत्पत्तेः कपाले प्रतीतिः इदानीं वदनं न वक्तुम् इदानीं कपाले घटोत्पत्तिः घटः कपाले उत्पद्यते इति तादृश उत्पत्तेः कपाले प्रतीतिः इदानीं तादृश क्षम्यतां भगिनि अहं न अवगतवती भवती किम् उक्तवती इति घटः कपाले उत्पद्यते इति हि तादृश उत्पत्तेः कपाले प्रतीतिः इत्युक्ते किं तादृश उत्पत्तेः कपाले प्रतीतिः घटः कपाले उत्पद्यते इति वदनेन तादृश उत्पत्तिः उत्पत्तेः कपाले उत्पत्तिः उत्पद्यते इति प्रतीतिः इत्युक्ते सर्वे जानाति इति प्रतीतिः इत्युक्ते ज्ञानं तद् कपाले तत्र भवति इति ज्ञानं तदेव तदेव न पठामि तादृशप्रतीतौ उत्पत्त्यादिकरणत्वेन प्रतीतं कपालं घटस्य जनकम् इति अपि सिध्यति तदेव तत् प्रतीतिः तत् ज्ञानं तादृशज्ञानं उत्पत्त्यधिकरणत्वेन तत्तु घटस्य उत्पत्त्यधिकरणेन अधिकरणत्वेन कपालं घटस्य जनकम् इति प्रतीतं तत् ज्ञानम् अपि इति सिद्ध्यति तु सिद्धम् अभवत् तद्वद् एव च घटोत्पत्तिः देशे काले च प्रतीयमाना तयोः अपि घटजनकतां साधयति अद्वत्तेव तद्वत्तेव एव च कठोत्पत्तिः देशे काले इति उच्यते चेत् इत्युक्ते यथा घटः कपाले उत्पद्यते इति अस्ति तद्वत् घटः अस्मिन् देशे अस्मिन् स्थले उत्पद्यते अथवा अस्मिन् काले उत्पद्यते इति यदा वदामः चेत् तत्र घटजनकता इत्युक्ते घटस्य कारणं देशे अपि च काले अपि च काले अस्ति इति वयं तथैव कालादीनां साधारणकारणं न साधारणकारणं न इदानीं केवलं कारणत्वं स्वीकृतवन्तः साधारणकारण क्षम्यतां भगिनि एकक्षणं शृणोतु इदानीं साधारणकारणत्वं न उक्तवन्तः केवलं कारणत्वम् इत्युक्ते घटनिर्माणे कथं दिक् अपि च कालः इत्यस्य कारणत्वं भवति इति एव एतावत्पर्यन्तम् उक्तवन्तः सुनील् महोदय अग्रे पठति वा प्रतीयते खलु कपाले इदानीम् इह घटोत्पत्तिरिति तस्यां प्रतीतौ च इदानीमिति उल्लेख्यमानः महाकालः इह इति प्रतीयमाना दिक् इति तत् अनिरूपणावसरे प्रयञ्चितमेव तथा च पूर्वोक्तनियमेन कपालस्य घटं प्रति कारणत्वमिव उत्पत्त्यधिकरणत्वेन तेन प्रतीयतत्वात् दिक्कालयोः अपि घटजनकत्वं सिद्ध्यति इत्थमेव निखिलकारणकार्याणाम् उत्पत्तिप्रतीतौ तयोः विषयत्वावश्यकत्वात् कार्यमात्रं प्रति तयोः कारणत्वमपि तेनैव नियमेन सिद्ध्यति तस्मात् दिक् कालश्च जन्यजगतः साधारणकारणे अत्र इदानीं घटोत्पत्तिस्थले कपाले कपालः कारणम् इति अत्र सिद्ध्यति अतः तादृशज्ञानं वयं जानीमः इदानीं तादृश ज्ञानं स्वीकृत्य महाकालः अपि एकं कारणम् इति ज्ञानं भवति अनन्तरं दिक् इति अपि अन्येकं कारणम् इति प्रतीतिः भवति तथा च पूर्वोक्तनियमेन कपालस्य घटं प्रति कारणत्वमिव उत्पत्त्यधिकरणत्वेन प्रतीतत्वात् दिक्कालयोः अपि घटजनकत्वं सिद्ध्यति एवं पूर्वोक्त नियमं स्वीकृत्य कपालस्य घटं प्रति महोदय पूर्वोक्तनियमः कः किञ्चित् तदुक्त्वा अग्रे वदति वा वयं जानीमः यत्र कार्यं भवति तत्र कारणं भवति इति एव घटः कपालः इति उदाहरणं स्वीकृत्य घटः कपाले अस्ति इति कपालः अधिकरणम् अतः कारणम् इत्यपि अतः अत्र घटोत्पत्ति कार्यस्य कारणं भवति कपालः इति अत्र प्रतीतिः अस्ति तस्मिन् समये अन्येककारणमस्ति देशः इति एकस्मिन् देशे भवति घटस्य उत्पादनं भवति इति कारणेन देशः अपि एकं कारणम् एकस्मिन् काले भवति इति कारणेन कालः अपि एकं कारणम् अतः दिक् कालः अपि कारणद्वयम् इति स्वीकुर्मः इत्युक्ते कस्य कारणद्वयम् इति स्वीकुर्मः घटस्य उत्पादनस्य कारणं कारणद्वयम् इत्युक्ते घटस्य कारणम् इति एव घटस्य अतः कपालः घटं प्रति कारणं भवति तादृशं दिक्कालः दिक्कालो अपि कारणं भवति इति प्रतीतिः भवति इत्थमेव निखिलकार्याणाम् उत्पत्तिप्रतीतौ तयोः विषयत्व आवश्यकत्वात् कार्यमात्रं प्रति तयोः कारणत्वमपि तेनैव नियमेन सिद्ध्यति. अतः सर्वत्र कालः दिक् इति सर्वदा स्तः, अतः सर्वेषां कार्याणाम् उत्पत्तिः प्रतिहितिः भवति सर्वदा देशस्य वा कालस्य कारणं वक्तुं शक्नुमः. अतः सर्वेषाम् उत्पत्ति प्रतीतिसमये तत्र एवं कारणद्वयमपि नियमेन वक्तुं शक्नुमः. इत्युक्ते यस्यापि उत्पादनं भवति, यत्किमपि कार्यं भवति, तत्तु इह भवति, इदानीं भवति इति प्रतीतिः अस्ति खलु. इदानीम् इत्युक्ते कालस्य सूचना, इह इति देशस्य सूचना. तर्हि तथा सर्वेषां कार्याणां प्रति तादृश प्रतीतिः अस्ति इति कृत्वा तेन वयं स्वीकर्तुं शक्नुमः यत् कालः अपि च दिक् इति सर्वकार्यं प्रति कारणम् इति. तस्मात् दिक् कालस्य जन्यजगतः साधारणकारणे इति भवति. मम प्रायः मूढप्रश्नः, परन्तु पृच्छामि अत्र. न पृच्छतु महोदय, मूढप्रश्नः इति किमपि नास्ति. इत्युक्ते कालः दिक् इति सर्वदा स्तः एव. आकाशः इति स्वीकुर्मः चेत् तदपि सर्वदा अस्ति, अतः किमर्थम् आकाशं न स्वीकुर्मः? तत्र आकाशः इति अधिकरणं नास्ति खलु कस्यचित् अपि. इदानीम् इत्युक्ते सर्वदा स्तः इति तद् कारणम् इति न भवति, तत्र अधिकरणत्वेन भासते इति कृत्वा तत्र कारणम् इति भवति. तत्र अस्मिन् स्थले घट उत्पादनम् अथवा पट उत्पादनम् इति वदामः, परन्तु आकाशे घट उत्पादनम् इति तादृशं नास्ति खलु. सर्वत्र अस्ति इति वक्तुं शक्नुमः वा? आकाशः न, विभुद्रव्याणि इति अस्ति चेत् विभुद्रव्याणि सर्वाणि तु सर्वत्र अस्ति, सन्ति एव खलु. आत्मा इति अपि सर्वत्र अस्ति एव, परन्तु तत्र केवलं सर्वत्र अस्ति इति कृत्वा तत् साधारणकारणमिति नास्ति. तत्र अधिकरणत्वेन स्वीकृतं चेदेव तस्य साधारणकारणत्वं भवति. इत्युक्ते तत्र उपाधिभेदेन वयं न स्वीकुर्मः आकाशस्य विषये? उपाधिभेदः इति नास्ति, वस्तुतः उपाधिभेदः तु कालस्य अपि अस्ति, कालस्य अपि च दिक् इत्यस्य अपि अस्ति खलु. परन्तु तथा नास्ति तत्र. इत्युक्ते तत्र यदा वयं वदामः घट उत्पादनं भवति इति, कदा भवति इति प्रश्ने सति तत्र ह्यः अथवा श्वः इति यत्किमपि उत्तरमस्ति. कुत्र इति अस्ति चेत् देशस्य विषये अस्ति तस्य उत्तरम् इति. तत्र अधिकरणत्वं देशे अस्ति अथवा काले अस्ति, न तु आकाशे. तर्हि आकाशः इति अधिकरणं नास्ति इति कृत्वा तस्मिन् कारणता नास्ति. धन्यवादः. अस्तु, तर्हि अग्रे शुकोन महोदय, भवान् पठति वा? ज्ञानेच्छाकृतीनां ततः आरभ्य किल? सत्यं महोदय. ज्ञानेच्छाकृतीनाम् ईश्वरसमवेतानां साधारणकारणत्वम्, इतश्च ईश्वरीयज्ञाने ज्ञानेच्छाकृतीनां साधारणकारणत्वं साधयामः. आत्मनिरूपणे निखिलस्य कार्यस्य चेतनसापेक्षत्वं प्रदर्शितम्, ततः कुलादिभ्यः चेतनेभ्यः घटादिकार्योत्पत्तिः यथा भवति तथा परमाणुसंयोगादिपरम्परया जणुकात् प्रभृति महापृथिव्यादीनाम् उत्पत्तिः सर्वज्ञेन चेतनेन सम्भाव्यते इति तादृशश्चेतनः ईश्वरः इति साधितम्। तत्र चिन्त्यं यत् तत्र तावत्पर्यन्तम् अहं वदामि वा? हा, इदानीम् अत्र ईश्वर ईश्वरस्य इच्छा ज्ञानकृति इति त्रयाणामपि साधारणकारणत्वम् अस्ति इति अस्मिन् पङ्क्तौ साधयिष्यति। अत्र आत्मनिरूपणावसरे निखिलस्य कार्यस्य चेतनासापेक्षं प्रदर्शितम्। तत्र घटः इति जडपदार्थः वयं जानीमः, कपालः अपि जडपदार्थः, कपालद्वयं स्वेन तत्र संयोगं कृत्वा घटम् उत्पादयति इति न शक्यम्। तत्र कुलालः इति चेतनस्य आवश्यकता अस्ति। यदि कुलालः अस्ति चेदेव घटनिर्माणं भवितुमर्हति। अतः चेतनस्य आवश्यकता अस्ति। यस्य कस्यापि कार्यं यत्किमपि कार्यं उत्पादनीयं भवति चेत् तत्र चेतनस्य आवश्यकता अस्ति इति वयं जानीमः। तादृशम् अत्र परमाणु संयोगादिपरम्परया तत्र परमाणवः परमाणुषु संयोगः भवति। यदा तादृशं भवति तदा एव द्वणुकः उत्पादनं भवति, द्वणुकयोः उत्पादनं भवति। पुनः द्वणुकयोः संयोगेन त्रणुकः चतस्रणुकः इति तादृशपरम्परया महापृथिव्यादीनां इत्युक्ते पृथिवी वायु तेजः इत्यादीनां पृथिव्यादि आम् नवद्रव्याणि पृथिव्यादीनाम् उत्पत्तिः भवति इति तत्र परमाणुसंयोगेन एव भवति इति वयं पठितवन्तः। तादृश उत्पत्तेः अपि चेतनस्य यस्य कस्यापि चेतनस्य आवश्यकता अस्ति। तादृश परमाणुसंयोगः केन कृतम् इति चेत् अत्र नैयायिकाः वदन्ति सर्वज्ञेन चेतनेन इत्युक्ते ईश्वरेण एव तत् सम्भावितम् अस्ति। तादृशचेतनः ईश्वरः इति तत्रैव साधितम् इति अत्र दत्तमस्ति। तत्र चिन्त्यं यत् कपालम् अजानानस्य पुरुषस्य घटकारणत्वं न सम्भवति। घटसमवायिकारणं साक्षात् कृत्य खलु कुलालः घटं निर्मिमीते। तेन कुलालस्य यथा घटकारणत्वं तथैव कुलाले विद्यमानं यत् कपालप्रत्यक्षं तस्यापि घटं प्रति जनकता अन्वयव्यतिरेकाभ्यां सिद्ध्यति। तुल्ययुक्त्या जगत्कारणीभूते ईश्वरे विद्यमानं यत् तत्तत् कार्यसमवायीकारणस्य ज्ञानं तदपि जन्यमात्रं प्रति कारणम् इति अवगच्छामः। अत्र तत्र चिन्त्यं यत् कपालम् अजानानस्य पुरुषस्य घटकारणत्वं न सम्भवति। इदानीं तत्र कुलालः भवेत् अजातः कुलालेन तत्र कपाले नास्ति। कपालम् अजानानस्य पुरुषस्य घटकारणत्वं न सम्भवति। इदानीं पुरुषः भवेत्, पुरुषः नास्ति चेत् तस्मिन् तादृश यः पुरुषः इदानीम् अपि न जातः तस्मिन् घटकारणत्वं न सम्भवति इत्येव किल? न न न, अजानानस्य इत्युक्ते जातः इति न जानाति चेत् इत्युक्ते इदानीं कपालः यः कपालः न जानाति सः तस्मिन् घटकारणत्वम् अस्ति इति अपि न जानाति खलु? आम्, ओ तादृशमत्र जा अस्तु अस्तु जा ज्ञानमिति विषयः नास्ति, ज्ञानमिति विषयमेव न तु अस्तु। हा कपालम् अजानानस्य पुरुषस्य घटकारणत्वं न सम्भवति भगिनि। अत्र अज्ञानस्य अज्ञा इति न अजानानस्य इत्युक्ते यः न जानाति न जानाति अज्ञानी इति वदति न तथैव पृच्छामि। अस्तु हा अत्र यः कपालमेव न ज्ञायते ज्ञायते चेत् तत्र कपाले घटकारणत्वम् अपि अस्ति इति अनेन न ज्ञातुं शक्यते। घटसमवायीकारणं साक्षात् कृत्य खलु कुलालः घटं निर्मिमीते। तत्र पुरतः कपालः अस्ति तदेव घटसमवायीकारणम् इति ज्ञात्वा एव तत्र कुलालः घटं निर्माणं करोति। तेन कुलालस्य यथा घटकारणत्वं तथैव कुलाले विद्यमानं यत् कपालप्रत्यक्षं तस्यापि घटं प्रति जनकता ओ अन्वयव्यतिरेकाभ्यां सिद्ध्यति। अस्तु इदानीं कुलालः तु घटस्य निमित्तकारणम् इति जानीमः, अतः कुलाले घटकारणत्वम् अस्ति, किन्तु कुलालः कपालं न पश्यति चेत् अनेन कुलालेन घटं निर्माणं कर्तुं न शक्यते इति कृत्वा अत्र प्रत्यक्षम् इत्युक्ते तत्र पश्यति इति न ज्ञानं न जानाति चेत् ज्ञानस्य विषयः इत्युक्ते तत्र ज्ञानस्य इत्युक्ते तत्र कपालेन घटं निर्मातुं शक्यते इति ज्ञानं नास्ति चेत् हा इति ज्ञानं नास्ति चेत् तत्र यद्यपि कपालः भवति कुलालः अपि अस्ति किन्तु तस्य कुलालेन घटनिर्मातुं शक्यते इति ज्ञानं नास्ति चेत् अनेन घटनिर्माणं कर्तुं न शक्यते इति कृत्वा तत्र अन्वयव्यतिरेकाभ्याम् अन्वयव्यतिरेकः इत्युक्ते तत्र यत्सत्त्वे यत्सत्त्वं यदभावे यदाभावत्वम् इत्युक्ते तत्र कपाल प्रत्यक्षं कपालस्य समवायी कारण कपालस्य समवायकारणं कारणत्वं किल समवायीकारणत्वं समवायीकारणत्वमेव वा समवायीकारणमेव खलु घटसमवायीकारणं कपालः आम् इति कपालस्य समवायीकारणत्वं न जानाति चेत् जानाति चेदेव घटनिर्माणं भवितुमर्हति इति अन्वयः। तादृशज्ञानं कुलाले नास्ति चेत् घटनिर्माणम् अनेन न कर्तुं शक्यते इति व्यतिरेकः इति कृत्वा कपालसमवायीकारणत्वज्ञानमपि अत्र घटनिर्माणस्य कारणं भवति इति सिद्ध्यति। तत्तुल्ययुक्त्या एवमेव युक्त्या जगत्कारणीभूते ईश्वरे विद्यमानं यत् तत्तत् कार्यसमवायीकारणस्य ज्ञानं तदपि जन्यमात्रं प्रति कारणम् इति अवगच्छामः। यदा वयम् इदानीमेव दृष्टवन्तः कुलाले कपालसमवायीकारणत्वं घटसमवायीकारणत्वम् अस्ति इति ज्ञानं नास्ति चेत् अनेन कुलालेन घटं निर्मातुं न शक्यते। तादृशम् ईश्वरे जगत्कारणी तत्र ईश्वरस्य जगत्कारणत्वम् अस्ति इति वयं जानीमः। तत्र ईश्वरे कीदृशज्ञानम् अपेक्षितम् इति चेत् तत्तत् कार्यसमवायीकारणस्य ज्ञानम् अपेक्षितम् अस्ति। इति कृत्वा तादृशज्ञानस्य अपि कारणत्वम् अस्ति इति अवगच्छामः, साधारणकारणत्वम् अस्ति इति अवगच्छामः इति ईश्वरज्ञानस्य साधारणकारणत्वं साधितम्। आम्, अग्रे इच्छा अपि च कृतिः तयोः अपि साधारणकारणत्वं निरूप्यते, तदा आगामिकक्षायां पश्यामः। अस्तु भगिनि, धन्यवादाः।